पद्मपुराणं खण्डं 2 भूमिखण्डम् अध्यायं 19 सूत उवाच सोमशर्मा महाप्राज्ञः सुमनया सहसत्तमः कपिलासङ्गमे पुण्ये रेवाधीरे सुपुण्यदे स्नात्वा तत्र समेधावी तर्पयित्वा सुरान् पितॄन् तपस्तेपे सुशान्तात्मा जपन्नारायणं शिवं द्वादशाक्षरमन्त्रेण ध्यानयुक्तो महामनः तस्यैव देवदेवस्य वासुदेवस्य सुव्रतः आसने शयने याने स्वप्ने पश्यति केशवं सदैव निश्चलो भूत्वा कामक्रोध विवर्जितः सा च साध्वी महाभागा पतिव्रतपरायणा सुमना कान्तमेवापि शुश्रूषदि तपोन्वितं ध्यायमानस्य तस्यापि विघ्नैः संदर्शितं भयं सर्पा विशोल्भणा कृष्णास्तत्र यान्ति महात्मनः पार्श्वे ते तप्यमानस्य तस्य ते सोमशर्मणः सिंहव्याघ्रगजा दृष्टा भयमेवं प्रचक्रिरे वेदालराक्षसा भूताः कूष्माण्डाः प्रेतभैरवाः भयं विदर्शयन्त्येते दारुणं प्राणनाशनं नानाविधा महाभीमा सिंहास्तत्र समागताः दंष्ट्रा करालवक्त्राश्च जगुर्जोश्चादिभैरवं विष्णोर्ध्यानात् स धर्मात्मा न च चालमहामतिः महाविघ्नैः सुसंरूढैश्चालितो मुनिपुङ्गवः एवं न चलदेर्ध्यानात् सोमशर्मा द्विजोत्तमः चं चावातैश्च शीतेन महावृष्ट्या सुपीडितः बम्भाराव महाभीमसिंहस्तत्र समागतः तं दृष्ट्वा भयवित्रस्तस्मार न्यहरिद्विजः इन्द्रनीलप्रदिकाश्यं पीतवस्त्रं महौजस्सम् शङ्खचक्रधरं देवं गदा पङ्कजधारिणं महामौक्तिकहारेण इन्दुवर्णानुकारिणः कौस्तुम्भेनाभिरत्नेन द्योदमानं जनार्दनं श्रीवत्साङ्गेन दिव्येन हृदयं यस्य राजते सर्वाभरणशोभाङ्गं शतपत्रनिभेक्षणं सुस्मितास्यं सुप्रसन्नं रत्नधामाभिशोभितम् भ्राजमानं हृषिकेशं ध्यानं तेन कृतं ध्रुवं त्वमेव शरणं कृष्ण शरणागतवत्सल नमोस्तु देवदेवाय किं मे भयं करिष्यति यस्योदरे त्रयो लोकाः सप्त चान्ये महात्मनः शरणं तस्य प्रविष्टोऽस्मि क्वास्ते भयं ममैव हि यस्माद्भया प्रवर्तन्ते कृत्यादिकमहाबलाः सर्वभयप्रहर्तारं तमस्मि शरणं गतः पादकानां तु सर्वेषां दानवानां महाभयं रक्षको विष्णुभक्तानां तमस्मि शरणं गतः वृन्दारकाणां सर्वेषां दानवानां महात्मनां योगदिकृष्णभक्तानां तमस्मि शरणं गतः अभयोभयनाशाय पापनाशाय ज्ञानवान् एकश्चेन्द्रस्वरूपेण तमस्मि शरणं गतः व्याधीनां नाशकायैव य औषधस्वरूपवान् निरामयो निरानन्दस्तमस्मि शरणं गतः अचलश्चालये लोका न पापो ज्ञानमेव च तमस्मि शरणं प्राप्तो भयं किं मे करिष्यति साधूनां चापि सर्वेषां पालको यो ह्यनामयः पादि विश्वं च विश्वात्मा तमस्मि शरणं गदः। यो मे मृगेन्द्ररूपेण भयं दर्शयतेऽग्रदः तमहं शरणं प्राप्तो नरसिंहं नमाम्यहं मदमत्तो महाकायो वनहस्तिसमागतः। गजलीलागतिं देवं शरणागतवत्सलं गजास्यं ज्ञानसम्पन्नं सपाशाङ्कुशधारिणं कालास्यं गजतुण्डं च शरणं सुगतोऽस्म्यहम्। हिरण्याक्षप्रहर्तारं वाराहं शरणं गतः वामनं तं प्रपन्नोऽस्मि शरणागतवत्सलं। ह्रस्वास्तु वामनाकुब्जा प्रेधा कूष्माण्डकादयः मृत्युरूपधरा सर्वे दर्शयन्ति भयं मम। अमृतं तं प्राप्नोऽस्मि किं भयं मे करिष्यति। ब्रह्मण्यो ब्रह्मदो ब्रह्म ब्रह्मज्ञानमयो हरिः। शरणं तं प्रपन्नोऽस्मि भयं किं मे करिष्यति। अभयो यो हि जगदो भीदिघ्नो भीदिदायकः। भयरूपं प्रपन्नोऽस्मि भयं किं मे करिष्यति। तारक सर्वलोकानां नाशक सर्वपापिनां तमहं शरणं प्राप्तो धर्मरूपं जनार्दनं सुरारणं यो हिरणे वपुर्धारयदेद्भुतं। शरणं तस्य गन्तास्मि सदा गदिरयं मम। चञ्चावादो महाचण्डो वपुर्दूयदि मे भृश्यं। शरणं तं प्राप्नोऽस्मि सदा गदिरयं मम। अधिशीदं चादिवर्षा आतपस्तापदायकः येषां रूपेण यो देवस्तस्याहं शरणं गतः। कालरूपा अमी प्राप्ता भयदा मम चालकाः येषां शरणं प्रपन्नोऽस्मि हरे स्वरूपिणां सदा। यं सर्वदेवं परमेश्वरं हि निष्केवलं ज्ञानमयं प्रदीपं वदन्ति नारायणमादिसिद्धं सिद्धेश्वरं तं शरणं प्रपद्ये। इति ध्यायन् स्तुवन्नित्यं केशवं क्लेशनाशनं भक्र्या तेन समानीदस्तदात्महृदये हरिः। उद्यमं विक्रमं तस्य स दृष्ट्वा सोमशर्मणः आविर्भूय हृषिकेशस्तमुवाच प्रहृष्टवान्। सोमशर्मन् महाप्राज्ञश्रूयतां भार्यया सह वासुदेवोऽस्मि विप्रेन्द्र वरं याचय सुव्रत। तेनोक्तो हि स विप्रेन्द्र उन्मील्य नयनद्वयं दृष्ट्वा विश्वेश्वरं देवं घनश्यामं महोदयं सर्वाभरणशोभाङ्गं सर्वायुध समन्वितं दिव्यलक्षणसम्पन्नं पुण्डरीक निभेक्षणं पीदेन वाससायुक्तं राजमानं सुरेश्वरं वैनतेयसमारूढं शङ्खचक्रगदाधरं ब्रह्मादीनां सुधातारं जगतोऽस्य महायशाः। विश्वस्यास्य सदातीतं रूपातीतं जगद्गुरुं हर्षेण महदाविष्टो दण्डवत्प्रणिपत्यतम्। श्रियायुक्तं भासमानं सूर्यकोटिसमप्रभम् बद्धाञ्जलिपुडो भूत्वा तया सुमनया सह जय जयेत्युवाचैनं जय माधवमानद। जय योगीश योगीन्द्र जय नागाङ्गशायन यज्ञाङ्ग जय यज्ञेश जय शाश्वत सर्वग जय सर्वेश्वरानन्द यज्ञरूप नमोऽस्तु ते। जय ज्ञानवदां श्रेष्ठ जय त्वं ज्ञाननायक जय सर्वद सर्वज्ञ जय त्वं सर्वभावन जय जीवस्वरूपेश महाजीव नमोऽस्तु ते। जयप्रज्ञादप्रज्ञाङ्ग जयप्राणप्रदायक जयपापघ्नपुण्येश जयपुण्यपदेतरे जयज्ञानस्वरूपेश ज्ञानगम्याय ते नमः जयपद्मफलाशाक्ष पद्मनाभाय ते नमः जय गोविन्दगोपाल जय शङ्खधरामल जय चक्रधराव्यक्रव्यक्ररूपाय ते नमः जय विक्रमशोभाङ्ग जय विक्रमनायक जय लक्ष्मीविलासाङ्ग नमो वेदमयाय ते जय विक्रमशोभाङ्ग जय उद्यमदायक जय उद्यमकालाय उद्यमाय नमोऽस्तु ते जय उद्यमशक्ताय उद्यमत्रयधारक युद्धोद्यमप्रवृत्ताय तस्मै धर्माय ते नमः नमो हिरण्यरेदाय तस्मै ते जायते नमः अधितेजस्वरूपाय सर्वतेजोमयाय च दैत्यतेजोविनाशाय पापतेजोहराय च गोब्राह्मणहितार्थाय नमोऽस्तु परमात्मने नमोऽस्तु हुदभोक्त्रे च नमो हव्यवहाय ते नमः कव्यवहायैव स्वधारूपाय ते नमः स्वाहारूपाय यज्ञाय पावनाय नमो नमः नमस्ते शार्ङ्गहस्ताय हरये पापहारिणे सदसचोदनायैव नमो विज्ञानशालिने नमो वेदस्वरूपाय पावनाय नमो नमः नमोऽस्तु हरिकेशाय सर्वक्लेशहराय ते केशवाय परायैव नमस्ते विश्वधारिणे नमः कृपाकरायैव नमो हर्षमयाय ते अनन्ताय नमो नित्यं शुद्धाय क्लेशनाशिने आनन्दाय नमो नित्यं शुद्धाय केवलाय ते रुद्राय नमिदपादाय विरिञ्चिन्यमिदाय ते सुरासुरेन्द्रनमिदपादपद्माय ते नमः नमो नमः परेशाय अजिदायामृतात्मने क्षीरसागरवासाय नमः पद्माप्रियाय ते ओङ्काराय च शुद्धाय अचलाय नमो नमः व्यापिने व्यापकायैव सर्वव्यसनहारिणे नमो नमो वराहाय महाकूर्माय ते नमः नमो वामनरूपाय नृसिंहाय महात्मने नमो रामाय दिव्याय सर्वक्षत्रवधाय च सर्वज्ञानाय मत्स्याय नमो रामाय ते नमः नमः कृष्णाय बुद्धाय नमो म्लेच्छप्रणाशिने